सर्वेभ्यः अस्माकं पाणिनीयवर्गे स्वागतं, सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः, अष्टाध्यायां बलाबलचिन्तनम् इति विषयः अनुवर्तते। प्रायः अद्य अन्तिमदिनं, तत्र अभ्यासः इति विषयः अद्य किञ्चित् अभ्यासं कुर्मः, एतावता यत्किमपि अधीतं तस्य विषये किञ्चित् अभ्यासं कुर्मः। अत्र गतवर्गे विजयलक्ष्मी भगिनी अत्र पुनः तत्र चित्रं परिष्कृत्य प्रेषितवती, तद् मया स्थापितमस्ति, पश्यन्तु। सूत्राणां बलाबलसङ्क्षेपः इति एकं चित्रमस्ति, बहु समीचीनमस्ति। तत्र सम्पूर्णपाठस्य सारांशः अस्ति, अत्र पाठस्य सारांशः अस्ति। तर्हि तत्र झटिति अवगमनार्थं, स्मरणार्थं बहु सम्यक् भवति। अस्तु, इदानीं तत्र अभ्यासं प्रति गच्छामः। अत्र अरविन्द महोदय आरम्भं करोति वा? आं भगिनि, लक्ष्मी भगिनी नमस्ते। नमस्ते भगिनि, अरुणा, अरुणा भगिनी नमस्ते। नमस्ते, अभ्यासः। अत्र सन्ति त्रीणि तिङन्तपदानि, शक्नु शक्नुयोग अन्ति शक्नुवन्ति, चिनुयोग अन्ति चिन्वन्ति, कुरुयोगः अन्ति कुर्वन्ति। येषां रूपाणां निष्पादनार्थम् अतः प्रासङ्गिकसूत्राणि दत्तानि। बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिर्भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम्। वर्गे अस्मिन् विषये चर्चयिष्यामः, तत्पश्चात् अत्रैव समाधानं लेखिष्यते। अत्र त्रीणि उदाहरणानि दत्तानि अस्ति, शक्नुयोगः अन्ति तृतीय प्रथम पुरुष बहुवचन लट् रूपमस्ति, तत्र उकार अकारयो योजनेन यचोयवायव इति भवितुमर्हति वा न इति एकम् अस्ति। तत्र यचोयवायवः इति अस्ति न, तत्र न, तत्र सूत्राणां किं किं सूत्रस्य प्रसक्तिः भवति इति अहं चिन्तयामि इति कृत्वा। शक्नो योगः अन्ति इत्यत्र यचोयवायवः इति भवति वा? न न, तत्र एचोयव न अस्ति, किन्तु ऊत् तथैव अत्रैव तिष्ठति न इति कारणतः एचोवय नास्ति अले। सत्यं, यदि उकारं न दृश्यते चेत् एचोवय वक्तुं शक्यते, उकारदर्शने कारणेन एचोवय वा न प्रासङ्गिकः भवति अत्र इति अचिष्णुध्रुवाम् इति सूत्रस्य प्रसक्तिः भवति। समीचीनं, तर्हि अत्र अत्र अत्र त्रीणि उदाहरणानि सन्ति। तत्र शक्नुयोगः अन्ति इति कस्मिन् गणे अस्ति? स्नु स्नु प्रत्ययं विकारणप्रत्ययम् इति गणस्य नाम स्वादिगणे, स्वादिगणश्चिनु इति अपि स्वादिगणे एव अस्ति। आम्, कुरु इति तत्र कृ इति धातुः, कृ तनादिगणे अस्ति वा? तनादिगणे अस्ति, तत्र उ इति विकरणप्रत्ययः अस्ति। वस्तुतः शक् योगः श्नुयोगः अन्ति, चियोगः श्नुयोगः अन्ति, अनन्तरं कृयोगः उयोगः अन्ति इति अस्ति खलु। तर्हि इदानीं तत्र किञ्चित् तत्र कानि सूत्राणि प्रसक्तानि इति पठित्वा तदनन्तरं पश्यामः तत्र चिन्तनं कथं भवति इति पश्यामः। समीचीनम्, अस्तु, इदानीम् अग्रे अत्र कः पठति अत्र न अत्र प्रसङ्गः तु अवगतः खलु सर्वे, तत्र त्रीणि उदाहरणानि सन्ति, तत्र त्रिषु उदाहरणेषु केषां केषां सूत्राणां प्रसक्तिः भवति, कस्य प्राप्तिः भवति इति बलाबलचिन्तनं करणीयम् इत्येव अस्माकं पुरतः प्रश्नः अथवा प्रसङ्गः। इदानीम् अग्रे मीना भगिनी पठति वा? अन्ति इत्यस्य प्रत्ययः सिद्धिः परस्परपदिधातूनां मूलतिङ् प्रत्ययाः सिप्तश्चि सिप्तस्थ मिप्स्मस् जो अन्तः प्रत्ययस्य जकारः अव्ययस्य स्थाने अन्त् आदेशः भवति जः षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदमिदं सूत्रं जकारे अन्त् अवयवे च अकारः संयोजितः उच्चारणार्थम् आयनी आयनेयीनीयः फषकचायां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिः सहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः जि इति जि इज् योगः इ जि जो अन्तः इति सूत्रेण इज् स्थाने अन्त् आदेशः अन्त् इ अन्ति इति लट्लकारः निष्पन्नः अत्र अन्ति कथं भवति इति वर्णयति अत्र जि सिप्तस्थ अत्र जि प्रत्ययस्य कथम् अन्तः अन्ति इति भवति इति अत्र अस्ति कारणमस्ति जो अन्तः इति सूत्रेण जो जो अन्तः इति सूत्रः जकारस्य अङ्गस्य प्रत्ययस्य जकारस्य अन्तः भवति जकारस्य जकार जि इति इज्जि योगः इ जि अति इति अस्ति तत्र जकारस्य अन्त् अन्त् योगः इ अन्ति इति भवति समीचीनम् एकक्षणं पश्यामः तत्र सर्वैः बुद्धं वा इति पश्यामः तत्र वस्तुतः अस्माकम् उदाहरणेषु सर्वत्र अन्ति इति बहुवचनान्तप्रत्ययः अस्ति खलु यथा पठन्ति इति अत्र पठन्ति इति बहुवचनान्तरूपम् एवमेव अन्ति इति बहुवचनान्तरूपम् अस्ति तर्हि मूलप्रत्ययः कः मूलतिङ्प्रत्ययः कः इति चेत् अत्र मूलतिङ्प्रत्ययः परस्मैपदी धातूनां मूलप्रत्ययः के इति अत्र उक्ताः पश्यन्ति चेत् तिप्तश्चि सिप्तस्थ मिप्स्मस् इति मूलप्रत्ययाः सन्ति तत्र बहुवचनान्तप्रत्ययः प्रथमपुरुषे बहुवचनान्तप्रत्ययः अस्ति झि इति प्रत्ययः तर्हि झि इति मूलप्रत्ययः अस्ति वयं जानीमः मूलप्रत्ययानां स्थाने भिन्नभिन्न आदेशाः भवन्ति अतः एव तत्र प्रत्येकस्मिन् लकारे सिद्धप्रत्ययः भिन्नः भवति पठति इति रूपमस्ति पठन्ति इति रूपमस्ति परन्तु तत्र लोट् लकारे किम् अस्ति इति चेत् पठतु इति अस्ति पठन्तु इति अस्ति तर्हि लकारम् आश्रित्य तत्र रूपभेदः अस्ति खलु तर्हि तत् कथं सिद्धम् इति चेत् मूलप्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति तर्हि अत्र झि इति प्रत्ययस्य स्थाने कः आदेशः लोट् लट् लकारे इति पश्यामः चेत् अत्र झोन्तः इति एकं सूत्रमस्ति झोन्तः इति सूत्रं किं वदति इति चेत् झो पश्य अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् अङ्गस्य प्रत्ययस्य झः अन्तः इति अस्ति तर्हि तत्र झ इति प्रत्यय अवयवः अस्ति झ इति प्रत्ययस्य अन्त् इति आदेशः भवति झ इत्यत्रापि अकारः उच्चारणार्थः अन्त इत्यत्रापि अकारः उच्चारणार्थः अस्ति अतः तत्र झि इत्यस्य जकारः योगः अकारः झकारस्य स्थाने अन्त् इति आदेशः भवति अन्त् योगः इ अन्ति इति सिद्धप्रत्ययः अस्ति तर्हि अत्र सूत्रे झोन्तः इति सूत्रे अस्य कार्यं कुत्र कुत्र भवति इति न उक्तम् अतः अन्तादेशः तु सर्वत्र भवति यत्र यत्र झ इति जकारः अस्ति प्रत्यय अवयवरूपेण तत्र सर्वत्र भवति तर्हि परस्मैपदी सर्वत्र भवति कुत्रचित् झोन्तः इति सूत्रं प्रबाद्य अन्यत् सूत्रमपि प्रसक्तं भवितुम् अर्हति यत् झोति अधिगणे ददाति इति अस्ति तत्र बहुवचनान्तरूपं किं ददति ददति न तु ददन्ति ददन्ति इति रूपं नास्ति ददति इति रूपमस्ति तर्हि तत्र ज्योन्तः इति कार्यं नास्ति वा इति चेत् ज्योन्तः इति सूत्रस्य प्रसक्तिः तत्रापि अस्ति, परन्तु तत्र भिन्नसूत्रं तत् ज्योन्तः इति सूत्रं प्रबाद्य कार्यं करोति इति कृत्वा ददति इति रूपमस्ति, न तु ददन्ति। तर्हि ज्योन्तः इति सूत्रेण अधुना झी स्थाने अन्तादेशः भवति इति स्मर्तव्यम् अत्र। इदानीं शक्नुयोगः अन्ति, चिनुयोगः अन्ति, कुरुयोगः अन्ति इत्यत्र सर्वत्र ज्योन्तः इति एकं सूत्रमस्ति कार्यं कर्तुं, जी स्थाने अन्तादेशः। अस्तु, इदानीम् अग्रे गच्छेम। कोऽपि प्रश्नः अस्ति वा अत्र? स्पष्टमिति मन्ये। अस्तु, इदानीं क्रमेण यदि पश्यामः चेत् तत्र अस्माकं प्रक्रिया कथं भवति इति चेत्, शक् योगः लट् इति विवक्षा अस्ति, नवविवक्षा लट् इति विवक्षा, शक् योगः लट्। तर्हि इदानीं लटः स्थाने लस्य इत्यनेन तिबादयः विधीयन्ते। मम विवक्षा बहुवचनान्तरूपम् अस्ति इति कृत्वा लट् स्थाने झी इति प्रत्ययः आगच्छति। तर्हि शक् योगः झी इति तावदस्ति इदानीं। तर्हि झी इत्यत्र झोन्तः इति सूत्रस्य कार्यं भवितुमर्हति। इतोपि ततः अग्रे चिन्तनीयम् अन्यानि कानि सूत्राणि प्रसक्तानि सन्ति अत्र इति चिन्तयामः। तर्हि इदानीम् अग्रे लक्ष्मीभगिनी पठति वा? आं भगिनि, पठामि। अङ्गव्युत्पत्तिः। स्वादिगणे विकर्णप्रत्ययः श्नु, स्वादिभ्यः श्नुः, लशक्वतथिदे इत्यनेन शकारस्य इत्सज्ञा, तस्य लोपः इत्यनेन लोपः, नु इति अवशिष्यते। शक् योग नु, शक्नु, शक्नु योग अन्ति, शक्नुवन्ति। चि योग नु, चिनु, चिनु योग अन्ति, चिन्वन्ति। तनादिगणे तनादिकृभ्यः उः इति सूत्रेण ऊ विकर्णप्रत्ययः विहितः भवति। कुरु योग अन्ति, कुर्वन्ति। कृ धातोः अङ्गद्वयम्। पित्सु प्रत्ययेषु कृयोग उ सार्वधातुक अर्थधातुकयोः इत्यनेन इकः गुणः, कर् योग उ करु इति अङ्गम्। अपित्सु प्रत्ययेषु अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः भवति, करु इत्यस्य उकारादेशः भूत्वा कुरु इति अङ्गम्। अन्ति झि अपि तस्ति, अतः अङ्गम् अत्र कुरु इति भवति। तर्हि कुरु योग अन्ति, कुर्वन्ति। अत्र अङ्गस्य व्युत्पत्तिः कथं भवति इति प्रदर्शितमस्ति। स्वादिगणे श्नु इति प्रत्ययः विकर्णप्रत्ययः अस्ति, अतः शक् योग नु इति शक्नुयोगनु, शक् योगनु, शक्नु इति केवलं तत्र योजनं भवति। शक्नुयोग अन्ति इत्यत्र शक्नुवन्ति इति रूपं भवति। तत्र अङ्गं किं भवति इति चेत् शक्नु इति एव अङ्गं भवति। तदा चिन् चि योगनु, चिनु इति भवति, चिनु इति अङ्गं भवति। पुनः चिनुयोग अन्ति, चिन्वन्ति इति रूपं लटि प्रथमपुरुष बहुवचने। तनादिगणे तु तनादिकृभ्यः उः इति सूत्रेण उ इति प्रत्ययः विकर्णप्रत्ययः विधीयते, तथा कृ योग उ इति भवति। तत्र करु इति अङ्गमपि भवति, तथा एव कुरु इति अङ्गं भवति। यथा तत्र अत उत्सर्वधातुके इति सूत्रेण यत्र यत्र अपित् प्रत्ययः परे अस्ति तत्र अकारस्य स्थाने उकारादेशः भवति, अतः कुरु इति अङ्गं भवति। पुनः कुरुयोग अन्ति, कुर्वन्ति इति रूपं भवति बहुवचने लटि प्रथमपुरुष बहुवचने। बहु समीचीनं भगिनि। तर्हि तत्र शक्योगः झी इति अस्ति अस्माकं परिस्थितिः। शक्योगः झी, तत्र ज्योन्तः इति सूत्रं प्रसक्तम् इति जानीमः। तत्पश्चात् अत्र स्वादिभ्यः श्नु इति सूत्रेण विकरणप्रत्ययस्य विधानं भवितुम् अर्हति। तर्हि शक्नु इति भवितुम् अर्हति। तर्हि स्वादिभ्यः श्नु इत्यपि सूत्रं प्रसक्तम् अस्ति, शक् इत्यत्र अपि च छि इत्यत्र, उभयत्र श्नु इति विकरणप्रत्ययः। तत्र अन्यत् सूत्रं किं तत्र प्रसक्तं भवितुमर्हति? कुत्र भगिनि? शक्योगः नु अपि च चीयोगः नु इत्यत्र तत्र श्नु प्रत्ययः यदा आगन्तुम् इच्छति तदानीम् अन्यसूत्रं किमपि प्रसक्तं वा? कर्तरि शप् वा? कर्तरि शप् इति सूत्रस्य अपि प्रसक्तिः अस्ति इति मनसि भवेत् खलु? कर्तृत्वे अस्ति, सार्वधातुकप्रत्ययः परे अस्ति इति कृत्वा कर्तरि शप् इति आगच्छति. तस्य अपवादेन अत्र अस्वादिभिः श्नु इत्यनेन नु श्नु इति प्रत्ययः आगच्छति. हा, तर्हि इदानीं किम् आगच्छति इति इतोपि अग्रे चिन्तयामः. प्रथमं सूत्राणि कानि इति वयम् अवगच्छामः, तदनन्तरं किं तस्य बलाबलस्य चिन्तने किं प्रथमं भवति इति चिन्तयामः. तर्हि इदानीं झोन्तः इति एकं सूत्रमस्ति, स्वादिभ्यः श्नु इति एकं सूत्रमस्ति, कर्तरि शप् इति अन्यत् सूत्रमस्ति. अनन्तरं कुरुयोगः तत्र कृयोगः झि इत्यत्र तत्र विकरणप्रत्ययस्य विधानार्थं तनादिकृण्भ्यः उः इति सूत्रं, तत्रापि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति. तदनन्तरं तत्र कृयोगः उ इत्यत्र किम् अन्यत् किमपि प्रसक्तं वा? तत्रापि गुणकार्यम्. यदा तत्र उ इति प्रत्ययः विधीयते, उ इति विकरणप्रत्ययः यदा विधीयते तदानीम् उ प्रत्ययं निमित्तीकृत्य गुणः भवितुमर्हति कृधातोः. उ इति प्रत्ययः कीदृशः? आर्धधातुकप्रत्ययः. हा, आर्धधातुकप्रत्ययः अस्ति. किमर्थं? तिंशित् नास्ति, तद्भिन्नः अस्ति इति कृत्वा आर्धधातुकप्रत्ययः अस्ति. हा, उ इति प्रत्ययः समीचीनम्. उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. तर्हि उ प्रत्ययम् आश्रित्य सर्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवितुमर्हति. तर्हि तत्र उ इति प्रत्ययस्य विधानस्य अनन्तरं सर्वधातुकार्धधातुकयोः इति अपि एकं सूत्रमस्ति. तदनन्तरम् अपित् प्रत्ययः अस्ति चेत् अत्र किं भवति? अपित् प्रत्ययः अस्ति इति कृत्वा अत उत् सार्वधातुके इति सूत्रेण अपित् प्रत्ययः परे अस्ति इति कृत्वा अकारस्य स्थाने कारादेशः भवति. इदानीं कृयोगः उ इति स्थितौ तत्र उ प्रत्ययम् आश्रित्य गुणः भवति इति वयं जानीमः. तर्हि तत्र किं भवति इति चेत् किं भवति तत्र गुणः भूत्वा? स्थाने ऋकारस्य स्थाने रकारादेशः भवति. पुनः उरन् ऋकारस्य स्थाने किं भवति? अर् इति भवति. हा, अर् इति आदेशः भवति. तत्र अकारादेशः भवति, तदनन्तरम् उरन् रपरः इति कृत्वा रेपः अपि आगच्छति. तर्हि अर् इति आदेशः. तर्हि अङ्गं किम्? अङ्गं कर् इति भवति, पुनः कर् योग उ करु इति रूपं भवति. हा, करु इति अङ्गमस्ति, समीचीनम्. इदानीं करु इति अङ्गस्य अनन्तरं यः प्रत्ययः अस्ति, इदानीम् अस्माकं पुरतः प्रत्ययः अस्ति झि इति प्रत्ययः, करुयोगः झि, तत्र झि प्रत्ययः कीदृशः अस्ति? अपित् अस्ति. अपित् अस्ति खलु, अपित् अस्ति, अजादि अपित् अस्ति. तर्हि अजादि अपित् अस्ति, तर्हि तत्र किं तत्र सार्वधातुकार्धधातुकयोः यस्य प्रसक्तिः अस्ति वा? नास्ति. किमर्थं? निति च इति सूत्रेण तत्र नित् निद्वत् भवति, सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति. सूत्रस्य प्रसक्तिः अस्ति, सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, यतोहि सार्वधातुकप्रत्ययः अस्ति, इगन्त अङ्गमपि अस्ति, अतः गुणः भवितुम् अर्हति. परन्तु तत्र यथा भवती उक्तवती, किमिति च इति सूत्रेण तत्र सार्वधातुकम् अपित् खलु. हा, झि इति प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन सार्वधातुकप्रत्ययः निद्वत् भवति. अतः झि इति प्रत्ययः निद्वत् अस्ति. निद्वत् अस्ति इति कृत्वा तत्र किं भवति? गुणकार्यं न सम्भवति. किमिति च इति सूत्रेण गुणनिषेधः भवति, यतोहि प्रत्ययः नित् अस्ति इति कृत्वा, नित् प्रत्ययः परः अस्ति चेत् गुणनिषेधः इति कृत्वा, किमिति च इति सूत्रेण गुणनिषेधः भवति. अतः करुयोगः अन्ति इत्यत्र करो इति रूपं नास्ति, प्रथमपुरुषे एकवचने तु तत्र करो इति भवति खलु, करोति इति रूपमस्ति तत्र, तत्र गुणः अस्ति, यतोहि ति इति प्रत्ययः पित् प्रत्ययः अस्ति, अतः करुयोगः ति करोति इति भवति, यतोहि करु इत्यत्र उकारस्य गुणः भवति, परन्तु करुयोगः अन्ति इत्यत्र गुणकार्यस्य प्रसक्तिः अस्ति परन्तु बाधितमस्ति, बाधितः अस्ति गुणकार्यं बाधितमस्ति, अतः गुणकार्यस्य निषेधः, अतः करु इति करो इति न भवति। तर्हि तत्र एकं विशिष्टं सूत्रमस्ति, अत उत् सार्वधातुके इति सूत्रं। तर्हि इदानीम् अत्र वंशीभगिनी पठति वा अत उत् सार्वधातुके? आं भगिनी, पठामि अत उत् सार्वधातुके इति सूत्रमस्ति। उप्रत्ययान्त क्रु धातोः ह्रस्व अकारस्य स्थाने उकारादेशो भवति निति किति निति सार्वधातुकप्रत्यये परे। अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्। उतस्य प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेति अनयोः अनुवृत्तिः। विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य एन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उप्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः। गमहनजनखनघसां लोपः क्नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् क्निति सार्वधातुके। अस्तु, एकमेकं नीत्वा वदामि भगिनि। अत्र उप्रत्ययान्तक्रूधातोः, अस्तु क्रूधातुः अस्ति, तत्र प्रत्ययः उ अस्ति, ह्रस्व अकारस्य स्थाने अकारः कुत्र अस्ति? अस्तु अस्तु, अर् भवति स्थाने अकारादेशः। अत्र क्रू धातुः अस्ति, तस्मात् उकार उ प्रत्ययः अस्ति। तदनन्तरं अत्र गुणः उ इति अर्धधातुकप्रत्ययः अस्ति, परन्तु किमर्थं सार्वधातुकप्रत्ययः उक्तम्? अत्र क्निति निति सार्वधातुक, अस्तु सार्वधातुकम् अपि इत्यनेन उ इति न उ इति प्रत्यय अर्धधातुकः अस्ति, तत्र कत्र क्लेशः नास्ति। कृयोगः उ करु इति अङ्गं तु सिद्धं, सर्वत्र अङ्गं करु इति समीचीनं, परन्तु किमर्थं तत् किति निति सार्वधातुकप्रत्ययपरे उक्तम्? अत्र ततः अग्रे यः प्रत्ययः अस्ति तिङ् प्रत्ययः, ततः अग्रे यः तिङ् प्रत्ययः अस्ति सः प्रत्ययः तु सार्वधातुकः एव खलु? अन्ति इति, अस्तु अस्तु, अन्ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति। तर्हि तादृशसार्वधातुकप्रत्ययः यः अपित् कित् अस्ति, अपित् अस्ति सार्वधातुक अपित् इत्यनेन अपित् अस्ति, निति च इत्यनेन गुणनिषेधः निषेधः भवति। अस्तु, तादृशप्रत्ययः अस्ति चेत् तदानीं किं भवति? उकारस्य ह्रस्व अकारस्य स्थाने उकारादेशो भवति, इत्युक्ते तत्र करु इति भवति, करु इत्यस्मिन् ककारस्य अनन्तरम् अकारः अस्ति, अकारस्य उत्वं उकारादेशः भवति, तदेव भवति किल, तत्र कुरु इति भवति, क अकारः अस्ति, अकारस्य स्थाने उकारादेशः भवति यदि सार्वधातुक निति निति प्रत्ययपरे अस्ति चेत्। अस्तु, समीचीनमस्ति। पुनः वदतु सूत्रार्थः कः? तत्र यदि क्रु धातुः अस्ति, तस्मात् यदि उ प्रत्ययः अस्ति, अधुना तु करु इति अङ्कं सिद्धं, तस्मात् यदि सार्वधातुकप्रत्ययकिति अपित् सार्वधातुकम् अपित् इत्युक्ते पित्वं नास्ति, तत्र प्रत्ययपरे अस्ति चेत् तत्र क्रु धातु करु इति अङ्गम् इत्यस्मिन् यत् अकारः अस्ति, अकारस्य स्थाने उकारः आदेशः भवति। सूत्रार्थः. समीचीनं वा भगिनि? समीचीनं. तर्हि अत्र इदं सूत्रं विशिष्टं सूत्रमस्ति, केवलं कृ धातोः कृते अस्ति. करोतेः इति उक्तं खलु अनुवृत्तिसहितसूत्रे, करोतेः इति उक्तत्वात् कृ धातोः कृते एव विशिष्टं सूत्रं, यत्र कृ धातोः करोतेः उप्रत्ययान्तस्य, यत्र कृ धातोः उप्रत्ययान्तं भवति कृ धातोः, यथा अत्र तत्र तनादिगणे उ इति विकरणप्रत्ययः यदा योजितः भवति तर्हि कृ धातुः उप्रत्ययान्तः भवति. यथा अत्र करु इति अङ्गं, करु इति अङ्गस्य अतः उत् अतः इत्युक्ते तत्र षष्ट्यन्तमस्ति, अतः इति स्थानी अस्ति. करु तत्र करु इति अङ्गे अतः कुत्र अस्ति इति न उक्तं सूत्रे, तथापि वयं ज्ञातुं शक्नुमः. करु इत्यत्र एकः एव अकारः, ह्रस्व अकारः अस्ति, सः अकारः ककार उत्तरवर्ति अकारः अस्ति खलु. तर्हि तादृश अकारस्य स्थाने उत् इति ह्रस्व उकारादेशः भवति. तर्हि कदा भवति इति चेत् सार्वधातुकप्रत्ययः परः अस्ति, सः प्रत्ययः कित् अस्ति, कित् नित् अस्ति, तादृशप्रत्ययः अस्ति. इदानीम् अस्माकं पुरतः करुयोगः अन्ति इति अस्ति चेत् अन्ति इत्यत्र अन्ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अपित् अपि अस्ति, अतः निद्वत् अस्ति. यतोहि मूलप्रत्ययः झि इति प्रत्ययः अपित् अस्ति, तत्र पित्वं नास्ति, पकारः इत् यस्य सः इति नास्ति झि इति प्रत्ययस्य, अतः अपित् इति वदामः. तादृश अपित् प्रत्ययः निद्वत् भवति, तर्हि तत्र झि इत्यस्य स्थाने यदा अन्ति इति आदेशः भवति, सः आदेशः इदानीम् अपित् अस्ति, यतोहि मूलप्रत्ययः अपित् इति कृत्वा अन्ति इत्यत्रापि तत्र अपित्वमेव आगच्छति, स्थानिवत् भवति. तर्हि इदानीम् अन्ति इति अपित् प्रत्ययः अस्ति, अतः सारधातुके किरिति इति निमित्तं पूरितमस्ति इति कृत्वा करु इति अङ्गस्य अकारस्य उकारादेशः, ककार उत्तरवर्ति अकारस्य उकारादेशः भवति, अतः कुरु इति भवति. तर्हि कुत्र कुत्र कुरु इति भवति चेत् यत्र यत्र अत्र तिङ् प्रत्ययेषु यत्र यत्र अपित् प्रत्ययाः सन्ति तत्र सर्वत्र करु इति कुरु इति भवति. अतः एव करोति, कुरुतः, कुर्वन्ति, करोषि, कुरुतः, कुरुत इति सर्वत्र अपित् प्रत्ययः यत्र यत्र अस्ति तत्र सर्वत्र उकारः दृश्यते, कुरु इति अस्ति, नो चेत् करु इति भवति. पित् प्रत्ययः अस्ति चेत् करु, नो चेत् अपित् अस्ति चेत् कुरु इति भवति. इति तत्र सूत्रार्थः. बुद्धं खलु? अत्र एकः भ्रमः जातः भगिनी, ऊ तु ऊ आर्धधातुकः अस्ति, कथम् अत ऊ सार्वधातुके प्रसक्तिः तत्र? हा, इति इति इत्युक्ते तत्र कृयोगः ऊ इति तु आर्धधातुकः अस्ति, तर्हि तत्र ऊ प्रत्ययं निमित्तीकृत्य गुणः सर्वं भवति. तर्हि कृ इत्यस्य ऋकारस्य गुणः भूत्वा कर्योगः ऊ, करु इति अङ्गमस्ति. इदानीं करु इति अङ्गं कीदृश अङ्गम् इति चेत् ऊ प्रत्ययान्तम् अङ्गं खलु. आम् आम्, अङ्गं तु करु अस्ति. तदनन्तरमपि झि अपि तु आर्धधातुकः अस्ति, कथं झि तु झि आर्धधातुकः अस्ति वा? नूतनसमाचारः. तिङ् अस्ति, तिङ् अस्ति चेत् अवगतम्. हा, तिङ् प्रत्ययः अस्ति खलु, सर्वदा स्मर्तव्यं. तिङ् इत्युक्ते तत्र अष्टादशप्रत्ययः खलु. आम् आं, क्षम्यतां भगिनि, नास्ति चिन्ता. शकार न पश्यति चेत् पश्यामि चेत् आम् इति अर्धधातुके इति मन्ये, क्षम्यते, नास्ति नास्ति चिन्ता. बुद्धं खलु? तर्हि करु इति अङ्गस्य अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनीयं. तर्हि इदानीम् अस्माकं पुरतः तु सर्वे तिङ् प्रत्ययः खलु, अतः सर्वे एते सर्वे प्रत्ययाः सार्वधातुकप्रत्ययाः. तर्हि कुत्र पित् अस्ति, कुत्र अपित् अस्ति इति पश्यामः चेत् यत्र यत्र अपित् प्रत्ययः अस्ति, तिङ् प्रत्ययः अपित् प्रत्ययः अस्ति, तत्र सर्वत्र अङ्गं करु इत्यस्य स्थाने कुरु इति भवति. तावदेव भगिनी. भगिनी, करोदेः इत्यस्य प्रसक्ति किञ्चित् विशदयतु प्लीस्. करोतेः इत्युक्ते तत्र करोतेः इति विभक्त्यन्तरूपम् अस्ति खलु, तत्र तत्र करोतेः इति षष्ट्यन्तमस्ति, करोतेः इति षष्ट्यन्तमस्ति, तत्र करोतेः इति रूपं कथं निष्पन्नम् इति चेत् तत्र किं भवति इति चेत् तत्र यथा तत्र करोति इति रूपम् अस्ति खलु लट्लकारस्य प्रथमपुरुषे एकवचने रूपं करोति इति रूपं, तत्र पूर्वम् अस्माभिः चर्चितं वा न इति न जाने, परन्तु तत्र पाणिनीयसूत्रेषु एका पद्धतिः वर्तते, का सा पद्धतिः इति इत्युक्ते तत्र इक्ष्तिपौ धातुनिर्देशः इति वदामः, तत्र धातोः निर्देशः इक् इति प्रत्ययं स्वीकृत्य भवति, नो चेत् ष्टिप् इति प्रत्ययं स्वीकृत्य भवति, इत्युक्ते सूत्रेषु धातोः उल्लेखः इक् प्रत्ययं स्वीकृत्य भवति, नो चेत् ष्टिप् इति प्रत्ययं स्वीकृत्य भवति, एतादृशप्रत्ययः लोके नास्ति, लोके व्यवहारः नास्ति, करोतेः इति रूपं लोके नास्ति, करोतेः इति सुबन्तम् अस्ति, करोतेः इति लोके व्यवहारे तदा कदापि न वदामः, यतोहि तादृशव्यवहारः नास्ति, यतोहि करोति इति तिङन्तं रूपम् अस्ति, परन्तु केवलं सूत्रेषु धातोः निर्देशः इक् इति प्रत्ययं स्वीकृत्य भवति, नो चेत् स्टिप् इति प्रत्ययं स्वीकृत्य भवति, तर्हि अत्र यदि तत्र कृ इति धातोः पुरतः ष्टिप् इति प्रत्ययः विद्यते, तत्र ष्टिप् इति प्रत्यये शकारपकारयोः इत्संज्ञा भवति, तर्हि ति इति एव अवशिष्यते, तत्रापि ति प्रत्ययः ति प्रत्ययः कीदृशः इति चेत् अर्धधातुकः अस्ति, ष्टिप् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति खलु, तिङ्क्षित् भिन्नः अस्ति, ष्टिप् इति प्रत्ययः तिङ् प्रत्ययेषु अन्यतमः नास्ति इति कृत्वा स्टिप् प्रत्ययः अर्धधातुकप्रत्ययः, तर्हि इदानीं तत्र न क्षम्यतां, स्टिप् इति प्रत्ययः सार्वधातुकप्रत्ययः, यतोहि षित् अस्ति, क्षम्यतां, तदेव षित् अस्ति, क्षम्यतां, षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तत्र उ इति विकरणप्रत्ययः तत्रापि भवति, तनादिकृण्भ्यः उः इत्यनेन उ इति विकरणप्रत्ययः भवति, तर्हि कृयोगः उयोगः ति, तत्र गुणः भूत्वा करुयोगः ति, पुनः गुणः भूत्वा तत्र ति प्रत्ययं निमित्तीकृत्य गुणः भूत्वा करोति इति रूपं निष्पन्नं, तर्हि करोति इति कीदृशरूपम् इति चेत् तत्र स्टिप् इति प्रत्ययः षित् अस्ति परन्तु तिङ् नास्ति खलु, तिङ् नास्ति चेत् स्टिप् इति प्रत्ययः कीदृशः, अपित् नास्ति, पित् अस्ति खलु, स्टिप् इति पित् अस्ति, अतः अपित् इति कथं वक्तुं शक्यते, तत्र कृत् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, तिङ् नास्ति चेत् कृत् प्रत्ययः अस्ति, तर्हि कृत् प्रत्ययस्य योजनेन तत्र किं भवति, प्रातिपदिकं सिद्धं भवति, इदानीं करोति इति प्रातिपदिकं सिद्धमस्ति, तर्हि करोति इति प्रातिपदिकम् अस्ति, तस्य षष्ठ्यन्तरूपं करोतेः इति रूपम् अस्ति, एतादृशप्रयोगः केवलं सूत्रेषु भवति, एवमेव कुत्रचित् इक् प्रत्ययं योजयित्वा अपि धातोः निर्देशः भवति, कुत्रचित् इषु गमियमां छः इति एकं सूत्रमस्ति, इषु गमियमां, तत्र गमी इति रूपं गम् धातुतः इक् इति प्रत्ययं योजयित्वा गमी इति रूपं प्रदर्शितं भवति, तर्हि धातोः निर्देशः भवति इक्ष्टिपो धातुनिर्देशः इति एकं वार्तिकम् अस्ति, तेन वार्तिकेन वयम् अवगन्तुं शक्नुमः यत् सूत्रेषु धातोः निर्देशः इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन भवति, एतादृशप्रयोगः केवलं सूत्रेषु एव न तु लोके इति स्मर्तव्यं, तावदेव अवगतं वा वासुदेवन् महोदय, अस्तु तर्हि इदानीम् अग्रे गच्छेम, तर्हि तत्र भवान् पठितुम् इच्छति वा वासुदेवन् महोदय, भगिनी मम एकः प्रश्नः अस्ति, पृच्छतु, तत्र सम्पूर्ण किम् अनुवृत्तिसहितसूत्रं सम्पूर्णसूत्रे क्निति सार्वधातु तत्र क्निति इत्यनेन किम् अप्यत् सार्वधातुकप्रत्ययानां ग्रहणं अतः प्रत्यक्षरीत्या अपि सार्वधातुके इति किमर्थं न स्वीकृतवान् यतोहि भवान् एव वदतु किमर्थं तथा न कृतवान्। अहं चिन्तयामि निति इति पदं पूर्वसूत्रे अस्ति अतः अनुभूतिरूपेण स्वीकर्तुं शक्यते, अपित् इति पदं तु नास्ति अतः अपित् इति पदम् अधिक योजनं भवति अतः अपित् अत्र न स्थापितम्। सम्यक्, भवान् जानाति एव तदेव अस्ति, तदेव अस्ति, कुत्र लाघवं, कुत्र लाघवम्, एतादृशरीत्या एव लाघवम्। प्रथमे मम मनसि चिन्तनम् आसीत् निति इत्युक्ते अर्धधातुकप्रत्ययानामपि ग्रहणं भवति वा, परन्तु इदानीं तु स्पष्टमेव अत्र केवलं सार्वधातुक अपि सार्वधातुकप्रत्ययानाम् एव ग्रहणम्। तर्हि तत्र ओ भवतः यतोहि सूत्रे एव सार्वधातुके इति उक्तं खलु, अतौ सार्वधातुके इति स्पष्टतया उक्तत्वात् निति इत्यस्य ग्रहणम् अस्ति चेदपि सार्वधातुके इति उक्तत्वात् केवलं सार्वधातुक कित्नित् प्रत्ययस्य एव ग्रहणम्। अपित् इति अनुवृत्तिः अपि भवितव्यं किल, यदि अनुवृत्ति नास्ति कुत्रापि तत्र कथं योजनीयं, तदपि भवति न अपित् इति अपित् इत्यस्य कुत्रापि नास्ति इति कृत्वा तत्र आवश्यकता नास्ति, अपित् इति योजनस्य आवश्यकता नास्ति, कित्नि पर्याप्तं खलु, पर्याप्तं तदेव पर्याप्तमस्ति। बुद्धं वा महोदय? आम्, भवान् तु जानाति एव। अस्तु, तर्हि इदानीम् अग्रे वासुदेव महोदय पठितुम् इच्छति वा? न इच्छामि भगिनि। अस्तु अस्तु, नास्ति चिन्ता। अस्तु, पूर्णेन्दु महोदय भवान् पठतु। प्रासङ्गिकसूत्राणि अत्र अस्माकं चिन्तनं भवतु, सक्नु योग अन्ति सक्नुवन्ति, किनु योग अन्ति चिन्वन्ति, कुरु योग अन्ति कुर्वन्ति, येषां निष्पादनार्थम् अधस्तनेषु सूत्रेषु केषां प्रसक्तिः अपि च कस्मिन् क्रमे, अत्र वलावलस्य परिशीलनम् अपेक्षितम्। प्रथमसूत्रमस्ति इक्को यणसि, षष्ठाध्यायस्य प्रथमपादस्य सप्तसप्ततितमसूत्रम्। इकः स्थाने यण आदेशः स्यात् अचि परे महितायां दिशये, इकः यण स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। सवर्णे अचि परे अकः सवर्णे दीर्घः, षष्ठाध्यायस्य प्रथमपादस्य एकोधिक एकशततमसूत्रम् इत्यनेन यण् बाधितम्, इकः षष्ठ्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्। एतत् सूत्रं तु अस्माकं परिचितसूत्रम् अस्ति, अस्मिन् सूत्रे पदत्रयं वर्तते, इकः इति षष्ठ्यन्तं पदमस्ति, यण् इति प्रथमान्तं पदमस्ति, अचि इति सप्तम्यन्तं पदमस्ति। षष्ठ्यन्तम् इकः इति षष्ठ्यन्तं पदं स्थाने भवति, यण् इति प्रथमान्तं पदम् आदेशः भवति, अपि च अचि इति सप्तम्यन्तं पदं निमित्तं परनिमित्तम्। अतः इकः इत्यनेन इक् प्रत्याहारस्य चत्वारः वर्णाः स्वीक्रियन्ते, यण् इत्यनेन यण् प्रत्याहारस्य चत्वारः वर्णाः स्वीक्रियन्ते। अतः इक् वर्णानाम् अनन्तरं कोऽपि अच् वर्णः वर्तते चेत् तादृशी अवस्थायाम् इकः स्थाने क्रमेण यण् वर्णानाम् आदेशः भवति। तत्र सवर्णे अचि परे अकः सवर्णे दीर्घ इत्यनेन यण् बाधितमस्ति, यतोहि तत्र दीर्घसन्धि भवति, असवर्णे अचि परे यणादेशः भवति। समीचीनम्, अत्र क्रमेण इति प्रायः न वक्तव्यं, यतोहि तत्र क्रमेण इति विषयः अत्र वस्तुतः नास्ति, यतोहि किमर्थमिति चेत् स्थानेऽन्तरतमः तत्र स्थानेऽन्तरतमः इति सूत्रेण एव तत्र कस्य स्थाने कः वर्णः आदिष्टः भवति इति इत्यस्य निर्णयः भवति, न तु यथासङ्ख्यम् अनुदेशसमानाम् इत्यस्य प्रसक्तिः अत्र नास्ति। अस्तु, परन्तु अत्र आदेशानां संख्या अपि च अस्तु, अत्र आदेशानां संख्या समानमस्ति वा? नास्ति नास्ति नास्ति भगिनि, नास्ति खलु इति कृतं, समसंख्याकाः सन्ति चेत् एव यथासङ्ख्यम् अनुदेशसमानम्, अत्र तु समसंख्याकाः न सन्ति, यतोहि इकः इति यदा वदामः तर्हि तत्र इकः इत्यत्र सवर्णानामपि ग्रहणमस्ति खलु कृत्वा तत्र न भवति. अस्तु, अग्रे अग्रिमसूत्रमपि पठतु. अचिस्मधातु भुवां योः यङ् वङ्गौ षष्ठ अध्यायस्य चतुर्थपादस्य सप्तसप्ततितमसूत्रं स्नुप्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा सक्नु इत्यस्य ईकारान्त ऊकारान्तधातुरूपि अङ्गस्य धू प्रातिपदिकस्य च एषाम् ईकारस्य ऊकारस्य स्थाने क्रमेण यङ् वङ् च आदेशो भवति अजादिप्रत्यये परे. स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्यः ग्राह्याः परिभाषा इति परिभाषया तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इति अर्थः. योः इति विशेषणं धातुशब्दस्य एव, यतोहि स्नुप्रत्ययान्तङ्गं भूप्रातिपदिकं च उकारान्तः एव, अतः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते ईकारः ऊकारः स्यात् इति अर्थः. स्नुश्च धातुश्च भ्रूश्च तेषाम् इतरेतरद्वन्द्वः स्नुधातु भ्रुवः तेषां स्नुधातु भ्रुवाम्. ईश्च ऊश्च तयोः इतरेतरद्वन्द्वः यू तयोः योः. यङ् च वङ् च तयोः इतरेतरद्वन्द्वः यङ् वङ्गौ. अचि सप्तम्यन्तं स्नुधातु भुवां षष्ठ्यन्तं योः षष्ठ्यन्तं यङ् वङ्गौ प्रथमान्तम्. अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं योः स्नुधातु भुवां अङ्गानां यङ् वङ्गौ अचि. दीर्घम् अनुच्छेदमस्ति, एकमेकं वाक्यं स्वीकृत्य चिन्तनं करिष्यामः. प्रथमे तु सूत्रं सूत्रमस्ति अचि स्नुधातु भ्रुवाङ् योः यङ् वङ्गौ. तत्र सूत्रे चत्वारि पदानि सन्ति. प्रथमपदमस्ति अचि, सप्तम्यन्तं पदं स्नुधातु भ्रुवां. तत्र समस्तपदम् अस्ति. स्नुश्च धातुश्च अपि च स्नुश्च धातुश्च भूश्च अथवा भूश्च भूश्चता भूश्च तेषाम् इतरेतरद्वन्द्वः. अतः अस्मिन् पदे स्नु धातु अपि च भ्रू त्रयाणां ग्रहणं स्नु धातु भ्रुवः इति प्रथमान्तं पदं तेषां षष्ठ्यन्तं षष्ठी बहुवचनान्तं रूपं. योः इति पदं कथं निर्मीयते इत्युक्ते तत्र ईश्च ऊश्च तयोः इतरेतरद्वन्द्वभूत प्रथमाविभक्ति द्विवचनान्तं भवति यू इति ई अनन्तरम् उ इत्यस्य विद्यमाने तत्र यणसन्धेः प्रसक्तिः अस्ति. ई स्थाने य आदेशः भवति, अनन्तरं यू भवति द्विवचने दीर्घ भूत्वा यु दीर्घ यू इति भवति. तयोः योः षष्ठीद्विवचनरूपम्. अनन्तरं यङ् वङ्गौ तत्रापि द्विवचन दृश्यते, प्रथमाद्विवचनम्. अतः सूत्रस्य अर्थः अस्ति स्नुप्रत्ययान्त अङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य. वयं जानीमः स्नु इति विकरणप्रत्ययः स्वादिगणे विधीयते, अतः स्नुप्रत्ययान्तस्य अङ्गस्य इत्युक्ते स्वादिगणीय धातूनां कर्तरि सप् इति विधान अनन्तरम् इत्युक्ते कर्तर्थे यदि स्नु धातूनां न स्नु न तत्र स्वादिगणीयधातूनां विषयचिन्तनं कुर्मः तत्र, अपि च ईकारान्त ऊकारान्तधातुरूपी अङ्गस्य तादृशम् अङ्गं यत्र अन्ते ईकार अथवा ऊकार अस्ति, अपि च धातुतः निर्मितम् अङ्गम्, अपि च धू इति प्रातिपदिकस्य, एतेषाम् ईकारस्य ऊकारस्य स्थाने क्रमेण इयङ् अथवा ईकारस्य स्थाने इयङ्, ऊकारस्य स्थाने उवङ् आदेशः भवति अचि अजादिप्रत्यये परे, परे यदि अजादिप्रत्ययः विद्यते तर्हि एतादृश अवस्थायाम् ईकारस्य ह्रस्व इकारस्य स्थाने यङ् आदेशः, ह्रस्व उकारस्य स्थाने वङ् आदेशः भवति। अत्र एका परिभाषा दीयते, स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्तग्राह्याः, एषा परिभाषा अहं चिन्तयामि, स्नु इति प्रसङ्गे प्रत्ययग्रहणे तदन्तग्राह्याः इत्युक्ते स्नु इति प्रत्ययः, स्नु एतस्य प्रसङ्गे तदन्तग्राह्यः इत्युक्ते तस्य अन्त इत्युक्ते स्नु इत्यस्य अन्ते यः उकारः अस्ति तस्य ग्रहणम्। अनेन यस्य अङ्गस्य अन्ते स्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः, न न अनेन यस्य अतः स्नु प्रसङ्गे अत्र विधिः यत् अङ्गं स्वीकृत्य भवति तस्य अन्ते स्नु प्रत्ययः स्यात्, तादृशम् अङ्गं यस्य अन्ते स्नु प्रत्ययः स्यात्, स्नु प्रत्ययः भवति तादृशम् अङ्गं स्वीकृत्य एषा विधिः विधीयते। व्योः इत्यस्य विशेषणं धातुशब्दस्य एव, यतोहि स्नु प्रत्ययान्तङ्गं भू प्रातिपदिकं च उकारान्तः। अत्र व्योः इत्यनेन ई अपि च उ द्वयस्य ग्रहणम् अत्र, परन्तु स्नु प्रत्ययान्तम् अङ्गस्य अन्ते उकारः श्रूयते, अपि च भ्रू इत्यस्य अन्ते अपि उकारः श्रूयते, अतः इकारः कुत्रापि न श्रूयते। अतः व्योः इत्यनेन व्योः इति पदं धातोः विशेषणमिति विशेषणं रूपे स्वीकृत्य वयम् अत्र स्नु धातुभ्रुवम्, अत्र यः धातु इति पदम् अस्ति धातुषु अन्ते यः इकारः वर्तते तस्य ग्रहणम् अत्र कर्तुं शक्नुमः। योः इत्यनेन उकारस्य ग्रहणम्, इकारस्य ग्रहणम्, अतः स्नु प्रसङ्गे उकारस्य सार्थकता अस्ति, अपि च भुवां प्रसङ्गे उकारस्य सार्थकता अस्ति, अतः धातुप्रसङ्गे केवलम् इकारस्य ग्रहणम् एव, अतः यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते, यस्य कृते योः इति विशेषणं योग्यम्। येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः। वयं जानीमः येन विधिस्तदन्तस्य इति सूत्रेण यत् शब्दस्वरूपं स्वीकृत्य विधिः विधिः तत् शब्दस्वरूपं स्वीकृत्य अपि भवति, तदन्तं स्वीकृत्य अपि भवति, इत्युक्ते तत् शब्दस्वरूपं यस्य वर्णसमूहस्य अन्ते विद्यते तत् स्वीकृत्य अपि भवति। अतः अत्र येन विधिस्तदन्तस्य इति सूत्रेण तादृशम् अङ्गस्य ग्रहणं यस्य अन्ते ह्रस्व इकारः अपि च ह्रस्व इकारः वर्तते। इदानीं स्नुश्च धातुश्च भ्रुश्च तेषाम् एतस्य चिन्तनं वयं कृतवन्तः, अचि अपि सप्तम्यन्तं सस्यं द्योः, अनन्तरम् अङ्गस्य इत्यस्य अधिकारः, अङ्गस्य इति अधिकारसूत्रं षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रम्, एतस्य अधिकारः सप्तमाध्यायस्य अन्तपर्यन्तं वर्तते। एतत् सूत्रम् एतस्य सूत्रस्य सङ्ख्या अस्ति षष्ठाध्यायस्य चतुर्थपादस्य सप्तसप्ततितमसूत्रम्, अतः अङ्गस्य इत्यस्य अधिकारे एतत् सूत्रम् आयाति। अतः अनेन सूत्रेण यत् कार्यं विधीयते तत् अङ्गे एव भवति, अनुवृत्तिसहितसूत्रमस्ति व्योः स्नुधातुभुवाम् अङ्गानां यङ् वङ्गौ असि तस्य अर्थस्य चिन्तनं वयं कृतवन्तः बहु समीचीनं महोदय सम्यक् इदं सूत्रं तु परिचितमेव खलु अस्माकं पूर्वं पठितं खलु तर्हि इदानीं तत्र महोदय सम्यक्तया प्रतिपादितमस्ति सूत्रस्य किञ्चित् सरलरूपेण सारांशरूपेण वदामि तत्र अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रमस्ति तस्य कार्यं कुत्र भवति इति चेत् अचीपरे अचीपरे इति यद्यपि अचीपरे इति एव तावदेव उक्तं तथापि सूत्रसङ्ख्यां पश्यामः चेत् सूत्रं तु अङ्गस्य इत्यस्य अधिकारे अस्ति अतः अङ्गकार्यम् इति वयं जानीमः अङ्गकार्यम् अस्ति इदानीम् अचीपरे इति उक्तं चेत् तर्हि अचि इति किं भवति तत्र तर्हि अजादिप्रत्ययः इति अर्थः अजादिप्रत्ययः इति अर्थः तर्हि अजादिप्रत्यये परे कुत्र कार्यं भवति इति चेत् तत्र श्नुप्रत्यान्तम् अङ्गं श्नुप्रत्यान्तम् अङ्गं कुत्र भवति इति चेत् स्वादिगणे भवति स्वादिगणे एव श्नुप्रत्यान्तम् अङ्गं भवति तर्हि यथा अत्र शक्नु इति अङ्गं श्नुप्रत्यान्तम् अङ्गं चिनु इति अङ्गं श्नुप्रत्यान्तम् अङ्गं तत्र सर्वत्र श्नुप्रत्यान्तम् अङ्गमस्ति चेत् अजादिप्रत्यये परे अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यमस्ति यदा अत्र शक्नुयोगः अन्ति अत्र शक्नुयोगः अन्ति इत्यत्र शक्नु इति श्नुप्रत्यान्तम् अङ्गम् अन्ति इत्यत्र अजादिप्रत्ययः अस्ति इति कृत्वा श्नुप्रत्यान्त अङ्गस्य उकारस्य उवङ् इति आदेशः भवति उवङ् इति आदेशे तत्र घकारः इत्संज्ञा अपि च तत्र वकार उत्तरवर्ति अकारः उच्चारणार्थः अतः उव् उकारः वकारः इति अवशिष्यते एवमेव इयङ् इत्यत्र इकारः यकारः अवशिष्यते तत्र मकारस्य संज्ञा यकार उत्तरवर्ति अकारस्य अकारः उच्चारणार्थः इति स्मर्तव्यं तर्हि एकमस्ति श्नुप्रत्यान्तम् अङ्गं श्नुप्रत्यान्तम् अङ्गम् अस्ति चेत् उवङ् इति आदेशः भवति अजादिप्रत्यये परे एवमेव इकारान्त उकारान्त धातुरूपी अङ्गम् इति अस्ति इत्युक्ते इकारान्त अङ्गम् अस्ति इकारान्त इकारान्तम् अङ्गमपि अस्ति धातुः अपि अस्ति उकारान्तम् अङ्गमपि अस्ति धातुः अपि अस्ति तादृशं कदा भवति इकारान्त अङ्गम् उकारान्त अङ्गम् अपि च धातुः इति तादृशं भवति कस्मिन् गणे अर्हति न अजादिप्रत्ययः अपि भव अजादिप्रत्ययः अपि भवेत् भूयोगः शप् इत्यत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति वा श्नु इति भूयोगः शप् इत्यत्र सूत्रस्य प्रसक्तिः अस्ति नास्ति इति नास्ति सूत्रस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः अस्ति वा प्राप्ति नास्ति खलु प्रश्नः किं भगिनि न भवति प्राप्तिः नास्ति तत्र तु प्राप्तिः किमर्थं नास्ति सूत्रसङ्ख्या कर्त्री शप् इति परसूत्रमस्ति वा सूत्रसङ्ख्या न जना न शप् इति आगतं खलु तदनन्तरमेव अचिष्णु धातु ब्रुवाम् इत्यस्य का प्रसक्तिः अस्ति खलु अतादिगणीय न किमर्थं न भवति एकक्षणं तत्र भूयोगः शप् इत्यत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति खलु अस्ति तदेव भू इति भू इति धातुः अस्ति वा भू इति धातुः अस्ति वा अस्ति खलु अस्ति अस्ति अङ्गमस्ति वा अङ्गम् अस्ति अहमपि धातुरूपी अङ्गमस्ति खलु धातुरूपी अङ्गं सत्यं अनन्तरं शप् इति प्रत्ययः अजादिः अस्ति वा? निष्का अनुबन्धलोपानन्तरम् अकारः एव अस्ति किल? अजादिः अस्ति. तर्हि अचिष्णु धातु ब्रुवम् इत्यस्य प्रसक्तिः तत्रापि अस्ति, भूयोगः शप् इत्यत्रापि अस्ति. परन्तु तत्र सरधातुक अर्धधातुकयोः इति सूत्रस्यापि प्रसक्तिः अस्ति खलु? सत्यं, तत्र बलवत् भवति. हा, द्वयोः यदा बलाबलचिन्तनं कुर्मः तर्हि द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अचिष्णु धातु ब्रुवम् इति सूत्रस्य कार्यं बहुत्र भवति, एवमेव सरधातुक अर्धधातुकयोः इत्यस्यापि प्रसक्तिः बहुत्र भवति. अतः तुल्यबलविरोधः अस्ति इति कृत्वा सरधातुक अर्धधातुकयोः इति परसूत्रम् इति कृत्वा तस्य प्राप्तिः भवति. अतः भवति इति रूपम् अस्ति गुणः भूत्वा. हा, इदानीम् अरविन्द महोदय वदतु, अदादिगण्यधातुः कः? अदादिगणे विकरणप्रत्ययः नास्ति कृत्वा इकारान्तम् उकारान्तं कोऽपि धातु अस्ति कृत्वा अन्ति इति अजादिप्रत्यये परे अचिष्णुधातुभ्रुवम् इति सूत्रस्य प्रसक्तिः अस्ति. समीचीनं, बहु समीचीनं. तर्हि यु इति धातुः, यु इति धातुः अदादिगणीयधातुः, यु योगः अन्ति इत्यत्र यु इति उकारान्तधातुः अस्ति, यु इति अङ्गमपि अस्ति. यतोहि अनादिगणे विकरणप्रत्ययस्य लोपः भवति इति कृत्वा अधिप्रभृतिभ्यः शपः लुक् इत्यनेन तत्र लुक् भवति इति कृत्वा तत्र यु योगः अन्ति. विकरणप्रत्ययः नास्ति, यु इति धातुः अस्ति, अङ्गमपि अस्ति, अतः उकारान्तधातुरूपि अङ्गम्. अनन्तरम् अन्ति इत्यत्र अजादिप्रत्ययः अस्ति इति कृत्वा तत्र अजिष्णुधातु ब्रुवाम् इत्यस्य कार्यं युवन्ति इति रूपं निष्पन्नं भवति तत्र. एतादृशं बहुत्र कार्यं भवति. इकारान्त अङ्गम्, इकारान्तधातुरूपि अङ्गम्, उकारान्तधातुरूपि अङ्गम् अस्ति चेत् कार्यं भवति इति सूत्रार्थः अस्ति. स्पष्टं वा? भ्रूप्रातिपदिकस्य विषये इदानीं चिन्तनं मास्तु, यतोहि तत्र विशिष्टमस्ति प्रातिपदिकस्य, भ्रूप्रातिपदिकस्य. तत्रापि उवङ् आदेशः भवति. यदि भ्रूयोगः औ इत्यस्ति प्रथमपुरुषे द्विवचने, भ्रूयोगः औ भ्रुवौ इति भवति. एवमेव षष्टि एकवचने भ्रूयोगः अस् भ्रुवः इति रूपाणि भवन्ति तत्र. बुद्धं खलु? तर्हि स्नुप्रत्यान्तम् अङ्गम् अस्ति चेत् उवङ् आदेशः भवति अचीपरे, अपि च इकारान्त उकारान्तधातुरूपि अङ्गम् अस्ति चेदपि भवति. तर्हि इदानीम् अस्माकं प्रसङ्गः कः इति चेत् शक्नु इति स्नुप्रत्यान्तम् अङ्गम् अस्ति, अनन्तरम् अन्ति इति प्रत्ययः अजादिप्रत्ययः अस्ति इति कृत्वा शक्नु इत्यस्य उकारस्य उवङ् आदेशः भूत्वा शक्नुवन्ति इति रूपं निष्पद्यते. एवमेव चिनु योगः अन्ति इत्यत्रापि सूत्रस्य प्रसक्तिः अस्ति. बुद्धं वा भगिनी? अत्र ई धातु योगः अन्ति यन्ति भवति, तत्र नूतनसूत्रं वा? ईयन्ति नास्ति किं तत्र? हा, तत्र तत्र ई धातु इणो इणो यण् इणो यण् इति भिन्नसूत्रमस्ति तत्र. अचिष्णुधातु इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्सूत्रं प्रबाद्य इणो यण् इति भिन्नसूत्रमस्ति. तद् बहु विशिष्टमस्ति इन् गतौ इति धातोः कृते एव. तत्र यणादेशः भवति इत्युक्ते सामान्यतया अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः भवति. कुत्रचित् तस्य अपवादः अपि अस्ति, यथा इणो यण् अपि च अग्रिमसूत्रम् उष्णोः सारोधातुके इति सूत्रम्. अधुना गीताञ्जलिभगिनी पठति वा? पठामि भगिनि. बुद्धं खलु अचिष्णुधातु ब्रुवाम् इति सूत्रं, बुद्धं खलु? आं भगिनि, बुद्धम् इत्युक्ते कोऽपि धातुः अस्ति, श्नु प्रत्ययः अस्ति, अपि च भ्रू अस्ति चेत् अजन्तम् अङ्गं परे ई स्थाने ई आयाति, ई आयाति, अपि च ऊ स्थाने उ आयाति इति सारांशरूपेण इति अस्ति. स्नु प्रत्यान्तम् अङ्गमस्ति चेत् अत्र तु केवलम् उवङ् एव भवति, इय न भवति. अस्ति चेत् उवङ् एव आयाति. अस्तु अग्रे पठतु. कोऽपि धातुः अस्ति चेत् तु बहवः धातवः सन्ति एव. हा इकारान्त उकारान्तधातवः बहवः सन्ति सत्यं. तत्तु सूत्रे सूत्रे न दत्तम् इ उ धातु अङ्गमस्ति चेत् कथं स्पष्टं जायते तत्र. युवोः युवोः इति उक्तं खलु. युवोः युवोः इत्यस्य तत्र विग्रहः कः? हा हा हा षष्ठी. यकारवकारयोः ईश्च उश्च तयोः इतरेतर द्वन्द्वः यु तयोः युवोः. तर्हि इकारान्त उकारान्त युवोः इति कस्य विशेषणं? धातु इत्यस्य विशेषणमस्ति युवोः. कीदृशधातुः युवोः इत्युक्ते इकारान्तधातुः. येन विधिस्तदन् तस्य इत्यनेन युवोः इति विशेषणमस्ति, धातुः इति विशेष्यमस्ति. तर्हि यत्र विशेषणविशेष्यभावः अस्ति तत्र न केवलं तादृशशब्दस्वरूपस्य अन्ते परन्तु न केवलं तादृशशब्दस्य परन्तु तस्य यस्य अन्ते तादृशशब्दः अस्ति तस्यापि ग्रहणम् इति उक्तं खलु. येन विधिस्तदन्तस्य तर्हि युवोः धातुः इति तत्र विशेषणविशेष्यभावः इति कृत्वा अन्वयः भवति. ब्रू प्रातिपदिकस्य इति किमर्थम् उक्तं तत्र? ब्रू इत्यस्य कृते अपि तत्र रूपं रूपं ब्रुवः इति रूप इत्यादि इत्यादीनि रूपाणि साधनीयानि खलु. तदर्थं ब्रू इति उक्तम्. किमर्थं प्रातिपदिकस्य इति? प्रातिपदिकस्य इति न वदति चेत् तत्र ब्रू इति धातुः अपि अस्ति खलु. ब्रू धातुः अस्ति. ब्रू ब्रू ब्रून् इति धातुः अस्ति. तत्र सूत्रे तु प्रातिपदिकम् इति किमपि न उक्तं. तत्र तु ब्रू इति तावदेव उक्तं खलु. तत्र तु सूत्रे न ब्रू ह्रस्व उकारः. क्षम्यतां, मया तु ब्रू इति चिन्तितं. तत्र ब्रू ह्रस्व उकारः. ब्रू इति धातुः एव नास्ति, अतः प्रातिपदिकमेव. सूत्रे तु किमपि न उक्तं, परन्तु ब्रू इति धातुः नास्ति. यदि धातुः अस्ति तर्हि पृथक्तया वदनस्य आवश्यकता नास्ति खलु. यदि ब्रू इति धातुः अस्ति तर्हि युवोः इति वदामः चेत् पर्याप्तमस्ति. ब्रू इत्यस्यापि ग्रहणं भवति. परन्तु पृथक्तया ब्रू इति उक्तम् इति उक्तत्वात् वयं ज्ञातुं शक्नुमः अत्र प्रातिपदिकम् अस्ति, न तु धातुः. तत्र मूलरूपं तु द्वयमेव, प्रातिपदिकं नो चेत् धातुः. धातुः नास्ति चेत् प्रातिपदिकमेव, अन्यत् किं भवितुम् अर्हति? स्पष्टं वा? कः प्रश्नः? पुनः वदतु भगिनि. सूत्रेः धातुः, सूत्रे युवोः धातुः इति उक्तं खलु. युवोः इति विशेषणमस्ति धातोः इत्यस्य. तर्हि युवोः इत्यस्य कः अर्थः इति चेत् इकारान्त उकारान्तधातुः इति अर्थः. अथवा यः धातुः इकारः, यः धातुः उकारः, तस्यापि ग्रहणम्. इ इति धातुः, उ इति धातुः इत्यस्यापि ग्रहणं. नो चेत् तादृशधातुः यस्य अन्ते इकारः अथवा उकारः अस्ति. इदानीं भ्रू इति धातुः उकारान्तः. भ्रू इति यदि धातुः अस्ति तर्हि उकारान्तः एव अस्ति खलु भ्रू इति. तर्हि उकारान्तः अस्ति चेत् युवोः इत्यनेन एव तस्य ग्रहणं भवति खलु. अतः पृथक्तया वदनस्य आवश्यकता नास्ति. तथापि उक्तम् इति कृत्वा वयं ज्ञातुं शक्नुमः अत्र धातुः नास्ति, प्रातिपदिकम् अस्ति. अस्तु गीताञ्जलिभगिनी अग्रे पठतु. पुष्णुवोः सार्वधातुके षष्ठमाध्याये चतुर्थपादे सप्तम सप्त अष्टतमं सूत्रमस्ति. भू धातुः च अनेकाच् नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गात् तस्य उकारस्य स्थाने यण् आदेशो भवति अजादि सार्वधातुकप्रत्यये परे. स्थानेऽन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः स्थितः. येन विधिसदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधिस्तदाद् वल्ग्रहणे इति एकं वार्तिकमस्ति इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये अचि इत्युक्तौ अजादिप्रत्यये यस्मिन् विधिस्तदादाद् वल्ग्रहणे किमर्थम् इति अस्तु पठामि भगिनि पुश्च श्नुश्च तयोर्तरेतरद्वन्द्वः पुष्णुवोः तयोः पुष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुविधिः तस्य असंयोगपूर्वस्य उष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचि श्नुधातुभ्रुवां युवोरियङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः एरनेकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाच् असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः इत्युक्ते पदद्वयम् अनुवृत्तिः तत्र ओहो सुपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः उष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके अस्तु हुष्णुवोः सार्वधातुके इति द्विपदमिदं सूत्रं किन्तु अत्र हु पृथक् अस्ति एक धातु अस्ति हु इति मन्ये अपि च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च इत्युक्ते श्नुप्रत्ययान्तम् अङ्गं किन्तु अनेकाच् अस्ति चेत् इति न भगिनि आम् हा अनेकाच् इत्युक्ते किम् अनेकाच् इत्युक्ते केवलम् एकः अच् वर्णः नास्ति अधिकम् आवश्यकं तत्र अनेकाच् इत्यस्य विग्रहः कथम् अनेकाच् इत्युक्ते अनेक अच् अनेक एक अच् अन एक अच् न एक अच् इति विग्रहः इति तत्र नञ् तत्पुरुषसमासः न एका न एकाच् अनेकाच् न अश्वः अनश्वः न अश्वः अनश्वः न धर्मः अधर्मः न एकाच् अनेकाच् अस्तु अग्रे अस्तु अत्र हु अस्ति चेत् अपि च अनेकाच् श्नु अङ्ग प्रत्ययान्त अङ्गम् अस्ति चेत् तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य इत्युक्ते ऊ अङ्गान्तस्य उकार यत् उकार अस्ति किन्तु असंयोग इत्युक्ते असंयुक्ताक्षरस्य उकार अस्ति चेत् इति न भगिनि स्थाने यण् इदानीं पश्यतु शक्नु इति अङ्गमस्ति खलु शक्नु इति श्नु प्रत्यान्तम् अङ्गं खलु आं भगिनि शक्नु इत्यत्र उकारात् पूर्वं संयोगः अस्ति वा नास्ति वा? उकारात् पूर्वं श्न इति तु संयुक्ताक्षर अस्ति. पुनः वदतु किं कयोः संयोगः? श इत्युक्ते शकारस्य परे स्वरः नास्ति. न शक्नु इति अङ्गमस्ति, तत्र उकारात् पूर्वं संयोगः अस्ति वा नास्ति वा? उकारात् पूर्वं के के वर्णाः? उकारात् पूर्णं पूर्वे न अस्ति भगिनी. अनन्तरं तस्मात् पूर्वं? तस्मात् पूर्वं शकार अस्ति. न, शकारः कथं? शक् खलु, शक् नु. क्षम्यतां भगिनी, शक्नु. क्षम्यतां भगिनी, अहं तु श्नु वदामि. अस्तु अस्तु, मम दोषः भगिनी. अस्तु, उकारस्य पूर्वं न अस्ति, नकार अस्ति. नकारस्य पूर्वं ककार अस्ति, इत्युक्ते क्न इति संयुक्ताक्षर अस्ति. क्षम्यताम्. उ इत्यस्मात् पूर्वं संयोगः अस्ति वा नास्ति वा? आम् अस्ति, संयोगः अस्ति. अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः भवति वा शक्नु इत्यत्र? न भवति, अथ दत्तम् असंयोगपूर्वस्य अङ्गम् इति. बहु समीचीनम् इति अस्ति. तर्हि चिनु इत्यत्र सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा? चिनु इति अपि श्नु प्रत्यान्तम् अङ्गम्. उकारात् पूर्वं संयोगः अस्ति वा? चिनु तु अत्र तु असंयुक्त अक्षर अस्ति चेत् तु सूत्रं प्रसक्तिः. हा, बहु समीचीनं. तत्र उ इत्यस्मात् पूर्वं तत्र वर्णद्वयं किम्? वर्णद्वयम् इत्युक्ते नकारान्त, तस्य पूर्वं इ अस्ति स्वर. सत्यम्, ई योगः न इति संयोगः नास्ति. अतः असंयोगपूर्व उकारः अस्ति चेत्, श्नु प्रत्यान्तम् अङ्गम् अस्ति चेत् अनेकाच् अपि अस्ति खलु? चिनु इति अङ्गम् अनेकाच् अस्ति खलु? ई अपि उ अनेकाच् अस्ति. असंयोगपूर्व उकारः अपि अस्ति इति कृत्वा चिनुयोगः अन्ति इत्यत्र कुष्णोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अपि अस्ति खलु? आं भगिनि. तर्हि सूत्रार्थः अनुवृत्तिसहितसूत्रं वदतु. अस्तु, अनुवृत्तिसहितसूत्रम् अनेकाचः कुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. सार्वधातुके तु सप्तम्यन्तम्, अपि अचि सप्तम्यन्तं. तत्र यण् तु आदेशः भवति, इत्युक्ते प्रथमान्तम् अङ्गस्य अधिकारः अस्ति. तत्र असंयोगपूर्वस्य ओहो, ओहो इति षष्ठी एकव द्विवचनमस्ति वा? द्विवचनं कस्य षष्ठी? ओहो उकारस्य. उकारस्य किम्? उकारस्य षष्ठी. हा हा, उकारस्य षष्ठी गुरोः. गुरोः इव, सत्यम्. ओहो इति उकारस्य, तर्हि उकारस्य स्थाने यणादेशः भवति. असंयोगपूर्वस्य उकारस्य अनेकाचः उष्णोः असंयोगपूर्वस्य उकारान्त अङ्गस्य उकारस्य स्थाने यणादेशः. इत्युक्ते अनेकाचः तु षष्ठी एकवचनम्, उष्णुवोः षष्ठी द्विवचनम्, असंयोगपूर्वस्य तु अपि एकवचनं षष्ठी. एकवचनं, सत्यम्. अङ्गस्य तु अधिकारः एव. अवगतं भगिनि. अस्तु, समीचीनम्. इदानीं तत्र कः, तत्र गोमती भगिनी एकवारं सारांशरूपेण वदति वा सूत्रार्थः कः? वदामि भगिनि. सूत्रं हु श्नुवोः सार्वधातुके इति. अनुवृत्तिसहितसूत्रम् अनेकाचः हूष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण अचि सार्वधातुके इति. अत्र हु इति धातुः, अनन्तरम् अनेकाच श्नु प्रत्ययान्त धातुः. तत्र यत् उकारः अस्ति तस्य उकारस्य पूर्वम् असंयोगपूर्ववर्णः भवतु. देन् इदानीम् उकारस्य यन् इति भवति यदा अच् परे अस्ति चेत् तत् अच् सार्वधातुकप्रत्ययः भवेत् इति. अस्तु वा भगिनि? हा, समीचीनं भगिनि, समीचीनम्. इत्युक्ते तत्र पश्यन्तु, तत्र अनेकाच् अङ्गस्य हु अपि च श्नु एतयोः असंयोगपूर्वस्य उकारस्य यणादेशः भवति अजादिप्रत्यये परे. तर्हि अत्र अत्र पश्यति चेत् यस्मिन् विधि सदादौ अल् ग्रहणे इत्यस्य किं कार्यम् अत्र? यस्मिन् विधिः तदादौ अल् ग्रहणे, यस्मिन् विधिः, अत्र हु धातुः अथवा श्नु प्रत्ययान्त अङ्गं, तत् यस्मिन् तत्र विधिः भवति तद् आदौ अल् ग्रहणे, तस्य आदौ यद् अल् धातोः विषये नास्ति अत्र, धातोः विषये नास्ति. यस्मिन् इति सप्तम्यन्तम्, सप्तम्यन्तं यदस्ति तस्य आदौ यद् अल् वर्णः तस्य कार्यं भवति इति वा भगिनी? तादृश इदानीम् अचि सार्वधातुके इति उक्तं खलु सूत्रे, अचि सार्वधातुके इति सप्तम्यन्तपदद्वयम् अस्ति. तर्हि सार्वधातुकप्रत्यये अच्वर्णः कुत्र भवेत् इति जानीमः वा? आदौ भवति. यत्र सूत्रं दृष्ट्वा जानीमः वा अचि सार्वधातुके इति वदामः चेत् अच्वर्णः कुत्र भवेत् इति जानीमः वा? न जानीमः खलु. अच्वर्णः मध्ये भवेत् वा, अन्ते भवेत् वा, आदौ भवेत् वा इति कथं जानीमः? स्पष्टता नास्ति. तदर्थम् अत्र वार्तिकम् अस्ति, परिभाषारूपेण अस्ति वार्तिकं. तद् वार्तिकं स्पष्टीकरोति तद् यस्मिन् विधिः तदादौ अल् ग्रहणे इत्युक्ते यत्र सप्तम्यन्तं पदं विधिरूपेण अस्ति तत्र आदिम अल् वर्णस्य ग्रहणं भवेत्. तर्हि अचि सार्वधातुके इति वदामः चेत् अजादि सार्वधातुके इति अर्थः. एतत् पठितं सूत्रमस्ति भगिनी, क्षम्यताम्, अहं विस्मृतवती. तर्हि अजादि प्रत्यये परे इति अर्थः इति कृत्वा तत्र स्पष्टीकरणार्थं तत्र वार्तिकम् अस्ति. अस्तु, समीचीनम्. तर्हि इदानीम् अग्रे शर्मिला भगिनी पठितुम् इच्छति वा? भगिनी, अस्तु भगिनि, भगिनि क्षम्यताम्, एकः सन्देहः. अत्र अनेक श्नु प्रत्ययान्तम् अङ्गम् इत्यस्य श्नु प्रत्ययस्य योजनेन अनन्तरम् अनेक अच् अङ्गे भवेत् इति इव खलु? सत्यं, तत्र श्नु इति एव वदति चेत् श्नु अङ्गम् इति यथा पूर्वं तत्र अचिष्णु धातु ब्रुवम् इत्यत्र श्नु इति यदा सूत्रे उक्तमस्ति तर्हि श्नु इत्यनेन तस्य कस्य ग्रहणम् इति चेत् प्रत्ययग्रहणे तदन्ता ग्राह्याः इति परिभाषया श्नु इति उक्तं चेत् केवलं श्नु इत्यस्य ग्रहणं नास्ति परन्तु यस्य अन्ते श्नु अस्ति तस्य ग्रहणम् इति उक्तं खलु. तर्हि अत्रापि उष्णोः सार्वधातुके इति वदामः चेत् श्नुवोः श्नु इत्युक्ते किम् इति चेत् तादृशं यस्य अन्ते श्नु इति प्रत्ययः अस्ति, तादृश अङ्गं यस्य अन्ते श्नु प्रत्ययः अस्ति, तादृश श्नु प्रत्यान्तम् अङ्गं यद् यद् उकारान्तम् अस्ति तद् अनेकाच् अपि अस्ति, अपि च उकारात् पूर्वं संयोगः अपि नास्ति. किन्तु सर्वदा अत्र अनेकाच् एव भवेत् खलु, श्नु प्रत्ययान्ते अङ्गम् इति वदामः चेत् एक अस्तु श्नु इत्यस्य एव भवति उकारः, पुनः धातोः एक अच् मिनिमं भवति खलु, न्यूनातिन्यूनम् एकः अच् भवेत् खलु, अतः अनेकाच् इति वदति न सर्वदा तदा एव भवति, सर्वदा तथा तथैव भवति वा इति चिन्तनीयं, सर्वदा तथैव भवति वा इत्युक्ते तत्र स्वादिगणे ये धातवः सन्ति ते तान् स्वीकृत्य सर्वदा अनेकाचः एव भवन्ति वा स्नुप्रत्यान्तम् अङ्गम् इति द्रष्टव्यम्। भवती तु दलसार्थक्यं कर्तुम् इच्छति, अनेकाच् इत्यस्य तत्र किं प्रयोजनम् इति वक्तुम् इच्छति खलु, तर्हि तर्हि तत्र गृहपाठः भवितुमर्हति। तत्र तत्र स्वादिगणे पश्यन्तु कुत्रचित् तादृशमस्ति वा यत्र अनेकाच् नास्ति इति पश्यन्तु। अनेकाच् इत्यस्य तु अनुवृत्तिः अस्ति खलु, अनेकाच् इत्यस्य वेरनेकाच संयोगापूर्वस्य इत्यस्मात् अनुवृत्तिः अस्ति अत्र, अतः अस्मिन् सूत्रे एव उक्तमिति नास्ति खलु। अस्तु पश्यन्तु, अस्तु शर्मिला भगिनी। अस्तु भगिनि, सार्वधातुक आर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे, सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः, सार्वधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृत्ति इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्, येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं परन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः, इदं सूत्रमपि अस्माकं परिचितं सूत्रमस्ति सार्वधातुक आर्धधातुकयोः। अत्र इगन्त अङ्गस्य परे यदा सार्वधातुक वा आर्धधातुक प्रत्यये आगच्छति तत्र गुण भवति। अत्र कस्य गुणः भवति इति न उक्तम्, अतः यत्र न उक्तं तत्र इको गुणवृद्धिः इति परिभाषासूत्रेण इक स्थानी भवति, अपि च येन विधिस्तदन्तस्य इत्यनेन इक् इत्युक्ते न केवलम् इक् परन्तु अङ्गस्य अन्ते इक् अस्ति चेत् तस्य ग्रहणं भवति, अतः इगन्त अङ्गस्य गुणः भवति सार्वधातुक अर्धधातुक प्रत्ययपरे। बहु समीचीनं भगिनि, सम्यक् अस्तु इति इति स्पष्टमस्ति, अस्माकं परिचितमस्ति। तर्हि इदानीम् अग्रे उषा भगिनी पठति वा? आं भगिनि। भगिनि क्षम्यताम्, एक किञ्चित् भ्रमा तत्र प्रथमवाक्यं तत्र हू धातुः च अनेका श्नु प्रत्ययान्तम् अङ्गं च, अत्र प्रत्ययान्तम् इति श्नु तु अङ्गम् अस्ति, प्रत्यय किमर्थं दत्तं तत्र? श्नु इति प्रत्ययः प्रत्ययः नास्ति वा? श्नु इति प्रत्ययः इत्युक्ते श्नु प्रत्ययान्तम् अङ्गम् इत्युक्ते तादृश अङ्गं यस्य अन्ते श्नु प्रत्ययः अस्ति, न केवलं श्नु प्रत्ययः, केवलं श्नुप्रत्ययः अस्ति चेत् नास्ति तथा, परन्तु अङ्गं भवेत् तादृश अङ्गं यस्य अन्ते प्रत्ययः अस्ति इति अर्थः भवति। अस्तु अस्तु, श्नु एव प्रत्यय तत्र, अस्तु अवगतं, धन्यवादः। अस्तु इदानीम् अग्रे तिङ्क्षित् सार्वधातुकं, यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकं, शकारः इत् यस्य सः षित् बहुव्रीहिः, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्, तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमितं सूत्रं, प्रत्ययः परश्च धातोः इत्यस्य इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इदं सूत्रमपि परिचितं सूत्रम् अस्ति. धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकं, धातोः परः तिङ् प्रत्ययः अथवा षित् प्रत्ययः अस्ति चेत् सार्वधातुकं, तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकम् इति उच्यते. अग्रे पठामि वा भगिनी? बहु समीचीनं भगिनी, धन्यवादः. इदानीम् इतोपि जनद्वयम् अस्ति पठनार्थं, तर्हि अत्र अरुणा भगिनी अग्रे पठति वा? अस्तु, विनय महोदय अग्रे पठतु. आं भगिनि, सार्वधातुकम् अपि प्रथमध्याय द्वितीयभाग चतुर्थ सूत्र सार्वधातुकं यद् पित् तद् इन्त् यद् अपित् इन्त् वत् इन्त् वत् भवति. सार्वधातुकं यद् अपित् तद् इन्त् वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदम् इदं सूत्रम् गाङ्कुटादिभ्यः इण इन्ति इण इन्त् इत्यस्मात् नित् इत्यस्य अरुवृत्तिः, अरुवृत्तिसहितसूत्रं सार्वधातुकम् अपि च नित्. अग्रे पठामः भगिनि किञ्चित्? न न, इदं सूत्रं तु स्पष्टं खलु. हा हा, सूत्रं पश् अवगच्छामि. अतिदेश अन्तर्भूतः अत्र सूत्र आयाति. गाङ्कुटादिभ्यः निन्त् अपि च अरुवृत्ति अस्ति. अपि तस्य सूत्रस्य महत्त्वम् अपि अस्ति, परन्तु सार्वधातुकमपि सार्वधातुकम् अपि इन्त् अथ गुणवृद्धि नास्ति, सार्वधातुकम् अन्तर्भूता आर्धातुक अत्र कोऽपि सम्बन्धः नास्ति. बहु समीचीनं महोदय, धन्यवादः. अग्रे विजयलक्ष्मी भगिनी. निति च यः प्रत्ययः ङित् कित् अथवा ङित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति. अस्तु, सः इत्युक्ते गुणः वृद्धिः न भवति. ग च क च ङ च तेषाम् इतरेतरद्वन्द्वः कृत्वा ङ इतः यस्य सः ङित् तस्मिन् परे ङिति. द्वन्द्वगर्भबहुव्रीहिसमासः, अत्र ग स्थाने ककारः, खरि च इत्यनेन चत्वसन्धिः, ङिति सप्तम्यन्तं च अव्ययपदम्. द्विपदम् इदं सूत्रम् इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः, न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धि न. अत्र निति च इति सूत्रस्य सूत्रे गित् कित् अनन्तरं ङित् इति त्रयः अक्षराः वर्णाः सन्ति, तेषां ग्रहणं भवति. ङिति इति सप्तम्यन्तम्, अत्र ग क ङ तेषाम् इतरेतरद्वन्द्व कृत्वा, अनन्तरं खरीच इति सूत्रात् गकारस्य ककारः कृत्वा ङ इति भवति, ङ इतः यस्य सः, ङित् इति भवति, तस्मिन् इति कृत्वा ङिति इति भवति। अत्र द्वन्द्वगर्भबहुव्रीहि समासः। च इति अव्ययपदं, ङिति इति सप्तम्यन्तं द्विपदम् इदं सूत्रम्। अत्र इको गुणवृद्धि इति सूत्रस्य पूर्णतया अनुवृत्ति कृत्वा न धातु अर्धधातुके इति सूत्रात् न इति स्वीकृत्य अनुवृत्तिसहितसूत्रं भवति ङिति च इकः गुणवृद्धि न इति। ङिति च इति सूत्रात् गुणवृद्धिकार्यं न भवति। अतः यत्र ग इत् भवति अथवा यत्र क इत् भवति, अनन्तरं यत्र ङकारः कित् इत् भवति, अन्ते भवति, तत्र गुणवृद्धिकार्यं निषिध्यते। बहु समीचीनम् इति आहत्य सर्वाणि सूत्राणि पठितानि। अस्माकम् उदाहरणेषु यानि यानि सूत्राणि प्रसक्तानि तानि सर्वाणि पठितानि। तर्हि इदानीम् अस्माकं गृहकार्यं किम्? अत्र कोऽपि वदतु, गृहकार्यं किम्? के के सूत्राणि तत्र प्रसक्तानि? कस्य कस्य सूत्राणि इति गृहपाठरूपेण चिन्तयन्तु, सर्वाणि सूत्राणि स्वीकृत्य चिन्तयन्तु, क्रेण केन क्रमेण भवति, अत्र कस्य बलेन भवति, किं प्रमाणं किम् अस्ति, सूत्रमस्ति वा, वार्तिकम् अस्ति वा, परिभाषा अस्ति वा, किम् अस्ति प्रमाणं, कृपया तत्र करपत्रं स्वीकृत्य लिखन्तु, कानि कानि सूत्राणि प्रसक्तानि, केन क्रमेण भवन्ति, बलाबलचिन्तनं किम् इति अग्रिमसप्ताहे भवन्तः एव पाठं पाठं कुर्वन्ति। अहं किमपि न करोमि, अहं केवलम् आगच्छामि, अहं सिद्धतामपि न करोमि, भवन्तः एव वर्गं चालयन्ति। अस्तु, शततम कक्षा भविष्यति अग्रिमसप्ताहे। अतः मम वर्गः अतः मम वर्गः नास्ति अग्रिमसप्ताहे, अतः भवन्तः सिद्धतां कृत्वा आगच्छन्तु कृपया, यतोहि तस्य महान् लाभः भवति भवतां कृते, सम्पूर्णपाठस्य अवगमनं कथम् अस्ति इति वयं ज्ञातुं शक्नुमः अभ्यासं कृत्वा। अतः कृपया कुर्वन्तु। अस्तु, तर्हि प्रश्नः अस्ति वा? नास्ति चेत् अग्रिमसप्ताहे बहवः प्रश्नाः सन्ति भविष्यन्ति। न, प्रश्नः न भवेयुः, यतोहि पाठः समाप्तः खलु। अतः इतोपि किमपि नास्ति अत्र अस्मिन् पाठे, यद्यद् अस्माभिः पठितव्यम् आसीत् तत् सर्वं पठितम् इति कृत्वा पश्यन्तु एकवारं किम् अस्ति इति, तर्हि अग्रिमसप्ताहे चर्चां कुर्मः। अस्तु, धन्यवादः, नमस्कारः। धन्यवादः। धन्यवादः।